नमस्ते महोदय। नमस्ते नमस्ते महोदय। नमस्ते। नमस्ते महोदय। नमस्ते महोदय। नमस्ते नमस्ते भगिनी। सर्वैः द्रष्टुं शक्यते किं मया वदतु एकः करोतु क्षणः महोदय। इदानीं इदानीं समीचीनमस्ति। अस्तु, क्षम्यतां, किञ्चित् विलम्बः जातः। प्रार्थना अपि समाप्ता इति मन्ये। श्रूयते किम्? श्रूयते श्रूयते श्रूयते महोदय। नमस्कारः। प्रार्थना समाप्ता खलु? न महोदय, कुत्र, कुतः आरब्धव्यम् अत्र? दशमश्लोकपर्यन्तं कृतवन्तः इति वाट्साप् अस्तु, मध्ये अस्ति। तद् सम्यक् स्मृतम् इति मन्ये। आम्, पठिष्यामः वा? अद्य भव्या न आगतवती वा? भवन्तः एव पर्यायं भवन्तः एव वदन्तु, मया विस्मर्यते एतत्। हरिमहोदय, भवान् प्रारम्भं करोति किम्? अस्तु महोदय, करिष्यामि। कुतः आम्, आरब्धव्यम्? एकादश नाभि नाभिभ्यस्त नाभिभ्यत्सा नृपसुता भैमी तत्राथ कस्यचित् दारुणामटवीं प्राप्य भर्तृव्यसनपीडिता विदर्भतनया राजा राजन् विललाप सुदुःखिता राजन् विलल विदर्भतनया राजन् सुलल विललाप सुदुःखिता भर्तृशोकपरीताङ्गी शिलातलमथाश्रिता। दमयन्ति उवाच, व्यूढोरस्क महाबाहो नैषधानां जनाधिप क्वनु राजन् गतोऽस्यद्य विसृज्य विजने वने अश्वमेधादिभिर्वीर क्रतुभिर्भूरि दक्षिणैः कथमिष्ट्वा नरव्याघ्र मयि मिथ्या प्रवर्तसे। यत् एकम् अन्यत् यत्त्वयोक्तं नरश्रेष्ठ मत्समक्षं महाद्युते स्मर्तुमर्हसि कल्याण वचनं पार्थिवर्षभ। अहं चिन्तयामि, न अभिभ्यत्। न अभिभ्यत् सा नृपसुता भैमी तत्र अथ कस्यचित् कस्यचित् न भीतवती इत्येव। दारुणाम् अटवीं प्राप्य भर्तृव्यसनपीडिता वियोगपीडिता भर्तृवियोगेन पीडिता दारुणाम् अटवीं प्राप्य न भीतवती। यत्र भर्तृव्यसनेन पीडिता सा इति कारणात् अटव्याम् एकाकिनी आसीत् चेदपि तस्य तस्याः कस्मादपि भीतिः न प्राप्ता इति। अतः भर्तृव्यसनमेव अधिकम् इति। विदर्भतनया राजन् राजन् इति सम्बोधनं युधिष्ठिरं प्रति। विदर्भतनया सा दमयन्ती विललाप सुदुःखिता भर्तृशोकपरीताङ्गी भर्तृशोक शिलातलम् शिलातलम् अथ अथ आश्रिता। इदानीं भूमौ स्थितवती इत्येव खलु, शिलातलम् आश्रिता, आश्रयं कृतवती। दमयन्ति वा आश्रितवती आश्रितम्? शिलातलम् अत्र अग्रेपि वदतु, अनन्तरं विषयद्वयं वक्तुम् इच्छामि, प्रायः जानीयुः भवन्तः अग्रे। दमयन्ति उवाच व्यूढोर इत्स सर्वाणि अत्र सम्बोधनं व्यूढोरस्क उरः वक्षः व्यूढोरस्कः हे व्यूढोरस्क महाबाहो नैषधानां जनाधिप क्व क्व कुत्र कुत्र नु राजन् गतः अद्य विसृज्य विजने वने मां विसृज्य कुत्र गतवान् भवान् इति विललाप। अश्वमेधादिभिः वीर क्रतुभिर्भूरिदक्षिणैः एतादृशैः यज्ञैः कथम् इष्ट्वा इति यजधातोः उक्त्वा इष्ट्वा इति रूपम्, इष्ट्वा इत्युक्ते यज्ञं कृत्वा यज्ञं कृत्वा इत्यर्थः। नरव्याघ्र मयि मिथ्या प्रवर्तसे न मिथ्या इदानीं मम अहं वञ्चनया मां त्यक्त्वा गतोऽस्ति इति तादृश उत्तम ता तादृशयज्ञादिकं सर्वं कृत्वा कृत्वापि मया मम मयि विषये किमर्थम् एवं एवं प्रवर्तसे इति। यत् त्वया यत् त्वया उक्तं नरश्रेष्ठ मत्समक्षं महाद्युते सर्वं सम्बोधनमेव द्युतिः कान्तिः स्मर्तुमर्हसि यदुक्तं त्वया तत् त्वं स्मर्तुमर्हसि यत् वचनम् उक्तं पार्थिवार्षभ इत्यपि सम्बोधनमेव, कल्याण इत्यपि सम्बोधनं, कल्याण इति सम्बोधनं सर्वाण्यपि सम्बोधनपदान्येव। महोदय यद् तत्र कर्तुमर्हसि प्रायः तत्र विवाहविषयः इति अहं चिन्तयामि, तत्र विवाहसमये तथा एव खलु व्रतं स्वीक्रियते, अतः तथा कृत्वा अपि मम समक्षम् इदानीं किमर्थं मां त्यक्त्वा गतवान् इति। महोदय तत्र प्रश्नः अस्ति अस्ति तत्र भर्तु परीताङ्गी इत्युक्ते किम्? हा परीतांगी इत्युक्ते पूर्णतया आवृता इति अर्थः भवति, भिन्नभिन्न अर्थाः भवन्ति। परीतः इत्युक्ते मरणम् इत्यपि अर्थः भवति, उपरि गता गता इति, परीता इत्युक्ते नाशं प्राप्तवान् इत्यपि अर्थः भवति, परन्तु अत्र परीताङ्गी कुत्र अस्ति, कस्मिन् पद्ये? शोकपरीताङ्गी शोकपरीताङ्गी इति अस्ति किल, शोकेन आवृता इति, शोकावृता इति भवति अर्थः परीतः इति। अत्र एकः एव वा भवत्याः प्रश्नः? अत्र अभ्यभेत् इति किञ्चित् दर्शयतु तं श्लोकं, नाभिभ्यत् इति अस्ति खलु सा, अत्र नाभिभ्यत् सा कस्यचित् इति अस्ति खलु, संक्षेपरामायणे अपि प्रथमदशश्लोकेषु आगच्छति, कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे इति वाल्मीकेः प्रश्नः अस्ति खलु, प्रश्नः तत्र सः तथा पृच्छति खलु, कस्य बिभ्यति देवाश्च इति। साधारणतया बिभ्यति इत्यस्य क्रियापदस्य चतुर्थी विभक्तिः एव भवति व्याकरणानुसारं खलु, अत्र कथं कस्य इति आगतम् इति मम गुरु मम शिक्षकम् एकवारं पृष्टवती, पूर्वतनशिक्षकं, सः उक्तवान् अत्र कस्य अत्र कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे इति पूर्णतया पठितव्यं, तदा संयुगे जातरोषस्य कस्य कृते देवाः अपि बिभ्यति इति करणीयम् अन्वयम्, अत्रापि तथा एव भवति, कस्यचिदपि इत्यत्र तथा भवति चेदपि एतत् न अभिभ्यति इति समर्थितम् अस्ति इति, तथा एव तादृशप्रयोगः हर्षप्रयोगः इति कृत्वा अनन्तरं परीताङ्गी उक्तम् इति मन्ये। अन्यत् अस्ति परीताङ्गी अहमेव वक्तुम् इष्टवती, भवती एव पृष्टवती एव, अस्तु भर्तव्यसनपठिता तावदेव। कस्यचित् इत्यत्र पुनः सामान्यषष्ठी इत्यपि अस्ति सूत्रं, तेनापि समर्थयितुं शक्यते। यत्र कारकाणि विवक्षातः भवन्ति, यत्किमपि भवतु कस्य इति। तदपि भवितुम् अर्हति, परन्तु तत्र विवरणं तथा स्वीकरणीयम् इति उक्तं तेन. साधारणतया तथा एव खलु आर्षप्रयोगः अस्माभिः किञ्चित् स्वीकर्तुं न शक्यते खलु. पाणिनेः व्याकरणं पठित्वा तत्पूर्वम् एतत् सर्वमस्ति. एवमेव खलु भासस्य नाटकेषु अपि तथा एव किञ्चित् अस्माकं मनसि भ्रमः जायते कथम् एतत् समर्थितम् इति. परन्तु जनार्दन हेग्डे महोदयः पदे पदे वदति स्म, स्थितेः समर्थनम् आवश्यकम् इति राष्ट्रप्रयोगेषु. तस्य वयं तत्र परिवर्तयितुं न शक्नुमः, तस्य समर्थनमेव उचितम् इति. कथमपि अस्तु. एव अनन्तरं सम्यक् कारकपुस्तके कारकपुस्तकं त्यजतु. एकवारं पूर्वं बहुभ्यः वर्षेभ्यः पूर्वं महाबलेश्वरभट्टः किञ्चित् कालं यावत् कौमुदीं पाठितवन्तः अस्माकं कृते अत्र अमेरिकादेशीयस्य देशे सन्ति तेषां कृते. केवलं लघुकौमुदीमेव पाठितवान् सः. कदाचित् सिद्धान्तकौमुद्याः अपि पाठान् पाठितवान्. तत्र किं वक्तुम् आरब्धवती अहं, तदेव मया एव विस्मृतं. परं षष्टिविभक्त्याः यदा विषये वा? षष्ठीविभक्तिः, षष्ठीविभक्तिः कश्चन कल्पतरुः इति उक्तवान् सः. कल्पतरुः सर्वदा सर्वाभीष्टं ददाति खलु कल्पवृक्षः, तथा षष्ठीभक्तिः इतरासु सर्वासु विभक्तिषु साहाय्यं करोति इति. अतः षष्ठीभक्तेः प्रयोगः यत्र कुत्रापि भवितुमर्हति. तत्र कारके अस्ति खलु मातुः स्मरति इति अस्ति, तत्र कथं षष्ठीभक्तिः तत्र अन्वेति इति पश्यामः चेत्, तत्तु तत्र मातरम् इति द्वितीयभक्त्यर्थे मातुः स्मरति इति तथा स्वीकरणीयम् इति. तत्रैव अस्ति कारकपुस्तके वा अन्ते अनेके विषयाः सन्ति खलु, तत्र अस्ति तदपि. महोदय, मम एकः प्रश्नः अस्ति, अस्य विषये नास्ति, परन्तु माता इति शब्दः यत् अस्ति खलु, माते इति सम्बोधनं कर्तुं तदेव भवती भवती पृष्टवती खलु, तत् निश्चयेन प्रादेशिकभाषा एव भाषायाः प्रभावः. तत्र कन्नडभाषायां सीता इति भवति चेदपि सम्बोधनं हे सीते इत्येव भवति. अस्तु, तत् संस्कृते अपि सीते एव, परन्तु तथा माता इति ऋकारान्तशब्दः भवति चेदपि तत्रापि माते इति उक्तवन्तः. हे माते इति कन्नडभाषायां तथा एव भवति. इत्युक्ते अहं न जानामि व्याकरणरीत्या तत् स्पष्टं वा निर्दोषं वा इति अहं न जानामि, परन्तु व्यवहारे अधिकतया तथा उच्यते माते इति. हे माते इत्येव वदन्ति न तु हिन्दीभाषायामपि जनाः माते इति तत्र वदन्ति. व्यवहारे एव व्यवहारे आम् तत्र दूरदर्शने तत्र रामायण यदा माताजी न माते माते इति इति. भीष्मः तथा एव सत्यवतीं प्रति सम्बोधनं कुर्वन् आसीत् खलु तदा. व्याकरणविषये सर्वे बहु स्वातन्त्र्यं स्वीकुर्वन्ति. एकं गीतम् अपि अस्ति, कृतिः, तत्र तदपि प्रादेशिकभाषाप्रभावः. आम् सत्यम्, आमां, तत्र माते मलयध्वज पाण्डेराज तथा भवति रे कुमारी इति. परन्तु कदाचित् तत् संस्कृतकृतिः भवति चेत् उत्तमं, चिन्ता नास्ति. मलयध्वज पाण्ड्यराज सञ्जाते माते इति भवति, तत्र संस्कृतकृतिः भवति चेत् उत्तममेव. संस्कृतमेव अस्ति खलु, तत् तमिल् न अस्ति प्रायः। परन्तु माते इति कथं यतोहि सम्बोधना हे मातः अथवा हे मा अथवा सिम्प्लि मातः इति वदन्ति खलु। मध्ये ताये इत्यपि अस्ति, तायै तत्तु तमिळ् अस्ति तत्र, तदेव ताये गौरी ऋकारान्तशब्दं न प्रयुज्यते तत्र, मणिप्रवालमतः कन्नडं वा तमिळं वा इति स्वीकरणीयं तत्र, तायै इति शान्ति अस्ति इति कारणात्। शान्ति भगिनी इदानीं यद् उक्तवती तदेव समर्थनम्। विमला भगिनी न तत्र सन्ध्या भगिनी इति मन्ये, सन्ध्या भगिन्याः क्रमः। यच्चोक्तं विहगैर्हंसैः समीपे तव विहगैर्हंसैः, यच्चोक्तं विहगैर्हंसैः समीपे तव भूमिप मत्समक्षं यदुक्तं च तदवीक्षितुमर्हसि। चत्वार एकतो वेदाः साङ्गोपाङ्गाः सविस्तराः, स्वधीतामनुजव्याघ्र सत्यमेकं किलैकतः। तस्मादर्हसि शत्रुघ्न सत्यं कर्तुं नरेश्वर, उक्तवानसि यद्वीर मत्सकाशये पुरा वचः। हा वीरनलनामाहं नष्टा किल तवा नघ, अस्यामटव्यां घोर किमस्ति घोरव्याम् इति वा, अस्यामटव्यां घोर घोरायां, घोरायां किं मां न प्रतिभाषते, घोरायां घोरायां अस्मिन् अस्यामटव्यां घोरायां किं मां न प्रतिभाषसे। कर्षत्येष मां रौद्रो व्यात्तास्यो दारुणाकृतिः, अरण्यराट् क्षुधाविष्टः किं मां न त्रातुमर्हसि। अस्तु तर्हि, यच्च उक्तं विहगैः हंसैः समीपे तव भूमिप मत्समक्षं तदुक्तं यदुक्तं च तद् अवेक्षितुम् अर्हसि। अवेक्षितुम् इत्युक्ते द्रष्टुम् इति खलु, ईक्षितुम् इत्यस्य, अवेक्षितुम् इत्युक्ते तत्र परिपालनं कर्तुम् इति वा, अथवा पुनः तस्य विषये किञ्चित् विचारं कर्तुम् इति वा भवितुम् अर्हति। तर्हि यत् अवे यत् भवान् हंसान् उक्तवान् अपि च हंसाः आगत्य माम् उक्तवन्तः, तदेकवारं पुनः स्मरतु अपि च तथा करोतु इति। चत्वारः एकतः वेदाः साङ्गोपाङ्गाः सविस्तराः, स्वधीताः मनुजव्याघ्र सत्यम् एकं किल एकतः। तर्हि साङ्गोपाङ्गः इत्युक्ते किं महोदय? अत्र एकतः एकतः एता साङ्गोपाङ्गः वेदः अधीतः भवता, एतत् एकतः एतत् सत्यं खलु इति किल इति प्रश्नः भवति, यतः सा सर्वं भवान् पठितवान् इति कारणात् मम रक्षणं करणीयमासीत् भवता इति अर्थः भवितुम् अर्हति इति मम चिन्तनम्। तत्र टीकाम् एकवारं पठामः चेत् उत्तमं। अपि च तत्र साङ्गोपाङ्ग इति अवगच्छामि, अङ्ग अपि उपङ्ग अङ्गम् उपङ्गं सहितं वेदं पठितम् अस्ति भवता इति वेदस्य सर्वतः अङ्गः उपाङ्गः। तर्हि तत्र उपाङ्गाः इत्युक्ते के महोदय भवती? अङ्गाः इत्युक्ते शिक्षा, व्याकरणं, छन्दः, निरुक्तं, कल्पं, ज्योतिषं, धनुर्वेदः, गान्धर्ववेदः एवम् अस्ति। अत्र उपवेदाः खलु, उपवेदाः ते, उपाङ्गाः इत्युक्ते षडङ्गः तान् ताः एव खलु, तान् षडङ्गाः इति पुल्लिङ्गे भवति वा, षडङ्गानि इति भवति वा, षडङ्गानि अङ्गानि खलु। अत्र वेदाः अत्र इत्यस्य विशेषणम् इति कारणात् साङ्गोपाङ्गाः इति अस्ति, अङ्गानि एव षडङ्गानि, शिक्षाकल्पं, ज्योतिषं, निरुक्तं, व्याकरणं, छन्दः षड्। उपाङ्गाः के इति, उपाङ्गानि कानि इति भगिन्याः प्रश्नः। वांगानि श्रुतम्, ओहो, वांगानि तत्र शाटा। ततः एव प्रायः टीकायाम् अस्ति इति चिन्तयामि। नास्ति, टीका न दत्ता तत्र कापि। अस्तु, तर्हि अग्रे गच्छेम। तर्हि तत्र ओ किं अस्तु, सा अस्तु महोदय, वेदाः मीमांसा न्यायपुराण अपि च धर्मशास्त्र इति उपाङ्गे सन्ति इति अत्र अस्ति। पुनः वदतु, मीमांसा इतोपि किम्? मीमांसा न्याय पुराण धर्मशास्त्र अस्तु, उपाङ्ग अस्ति। एतत् सर्वं केन पठितं, चत्वारः कारिका अस्ति, पूर्वं अङ्गानि वेदाश्चत्वारः, मीमांसा पठितं। न्यायविस्तरः, किमपि तत्रैव अस्ति एतत्। तत्र कोशे अपि यथा विमला भगिनी उक्तवती तथैव अस्ति। अस्तु, तर्हि एतत् सर्वम् अधीतम्, एकं सत्यं खलु, एकतः चत्वारः वेदाः सन्ति, किन्तु एकं सत्यम् एकतः अस्ति इति सा वदति। अग्रे, तस्मादर्हसि शत्रुघ्न सत्यं कर्तुं नरेश्वर, उक्तवान् असि यत् वीर मत्सकाशे पुरावचः। एतत् स्पष्टम्। हा वीर नल नामा अहं, नष्टा किल तव अनघ, अस्याम् अटव्यां अत्र घोरायाम्। अन्वयः तत् एवं करणीयं भवति इति मन्ये। ह वीर नल, अहं नाम नष्टा, किल तव इति। अहं नाम नष्टा किल तव, हे अनघ, अहं नाम नष्टा किल, अस्याम् अटव्यां घोरायाम् इति एकं वाक्यं। किं मां न मां किमर्थं न प्रतिभाषसे, किमर्थं प्रत्युत्तरं न ददासि? अरण्यराट् सिंहः इदानीं क्षुधाविष्टः, व्यात्तहास्यः भूत्वा, हास्यं भूत्वा दारुणाकृतिः मां कर्षयति एषः। मां कर्षयति, किं मां न त्रातुम् अर्हसि? किं मम त्राणं किमर्थं न करोषि, रक्षणं किमर्थं न करोषि इति। अहं पठामि किम्? तत्र अत्र क्षम्यताम्, एकः प्रश्नः, व्यात्तस्य इत्युक्ते किम्? व्यात्त इत्युक्ते बहु विस्तरेण मुखम् उद्घाटितम् इति, व्यात्त अस्तु, आस्य। तर्हि उद्घाट्य एव आगतवान् अस्ति खादितुम् इति। खादितुम् इति अस्तु अस्तु, धन्यवादः महोदय। तत्र वेदाङ्गस्य विषयः तत्र सप्तदशे श्लोके पठितं खलु, तत् मम चिन्तनमस्ति एवम् इति। एकतः भवान् बहु सम्यक् अधीतवान् स्यात्, साङ्गोपाङ्गाः वेदाः अपि अधीताः स्युः भवता, तत्तु एकत्र भवतु, परन्तु सत्यवाक्यपरिपालनम् इति एकम् अस्ति, तत्तु भिन्नम्। अतः किं प्रयोजनं ते अध्ययनेन, वेदाध्ययनेन सत्यवाक्यं भवान् न कृतवान् इति अर्थः, तथा भवेत्। आं, समीचीनमेव। अस्तु अग्रे। अस्तु, अहं पठामि। न मे त्वदन्या काचिद्धि प्रियास्तीत्यब्रवीः सदा, तामृतां कुरु कल्याण पुरोक्तां भारतीं नृप। उन्मत्तां विलपन्तीं मां भार्यामिष्टां नराधिप। ईप्सितामीप्सि तोसि त्वं किं मां न प्रतिभाषसे। कृशां दीनां विवर्णां च मलिनां वसुधाधिप। वस्त्रार्धप्रावृतामेकां विलपन्तीं मनाथवत्। यूथभ्रष्टामि वैकां मां हरिणीं पृथुलोचन। न मानयसि मामार्य रुदन्तीमरिकर्षण। महाराज महारण्ये अहमेकाकिनी सती, दमयन्त्यभिभाषे त्वां किं मां न प्रतिभाषसे। एकवारं तत्र पूर्वतनपुटम् एकवारं दर्शय। न मे त्वदन्या काचित् हि प्रियः प्रिया अस्ति इति अब्रवीहि सदा, भवान् पूर्वम् उक्तवान् सदा वदति मम भवत् मां विना तदन्या अन्या प्रिया नास्ति इति. मां विना अन्या कोऽपि कापि प्रिया अस्ति इति नास्ति इति भवान् वदति सदा. इदानीं तत् न अमृतां किं तत्र नामृताम् इत्युक्ते तां वार्तां तां ऋतां तां कुरु ऋतां सत्यं किं कुरु. ऋतं करोतु तां तां वाणीं ऋतं करोतु कल्याण. पुरा उक्तां वाणीं भारतीम् इत्युक्ते वाणीं भारतीं तां ऋतां कुरु इति. ऋतां कुरु इति वदति सत्यं कुरु इति. अग्रे उन्मत्तां विलपन्तीं माम् इष्टां भार्यां नराधिप ईप्सिताम् ईप्सिताम् इत्युक्ते पुनः इष्टाम् इति. अत्र भवता ईप्सितां माम् उन्मत्तां विलपन्तीम् इष्टां भार्यां माम् ईप्सितः असि त्वं मम ईप्सितः भवान् असि मया भवान् ईप्सितः अपि अस्ति परस्परम् ईप्सा अस्ति इति. आमां मया अस्माकं ईप्सितः किं अथवा मां न प्रतिभाषसे इति. न प्रतिभाषसे. अहं कृशा अस्मि, दीना वर्णा मलिना अपि अस्ति अस्मि. वस्त्रार्धप्रावृताम् एकां विलपन्तीम् अनाथवत् विलपन्तीं माम् इति तस्याः एव विषये. यूथभ्रष्टमिवैका माम् तत्र गच्छति. गच्छति आम् यूथभ्रष्टाम् इव एकाम् इति यूथात् भ्रष्टां हरिणीम् एकां हरिणीम् इव अस्मि. पृथुलोचना पृथुलोचना इत्युक्ते का किं महोदय? तत्र सम्बोधनं नरसिंहे पृथुलो विशालाक्षः इति. विशालाक्षः अस्तु. तत्र यूथात् भ्रष्टां हरिणीम् इव अस्मि अहं. किं न मानयसि माम् आर्य? अरिकर्षण इति अपि तस्य सम्बोधनं. रुदन्ति मां किं न आर्य मानयसि आर्य? अनन्तरं महाराज महारण्ये अहम् एकाकिनी सती अस्मि. दमयन्ती दमयन्ती अभिभाषे त्वां किं न प्रतिभाषसे. पुनः अहम् एकाकिनी दमयन्ती अस्मि अरण्ये, त्वं किं मां न प्रतिभाषसे इति. दमन्त्या इति तत्र दमन्ती दृश्यते खलु, तथा दमन्त्यभिभाषे दमयन्ति वा तत् कथं तत् दमन्त्याभिभाषे दमन्त्यभिभाषे एव दमन्त्य दमयन्तीत्येव अस्ति अत्र दमयन्ति एव, अन्यथा छन्दोभङ्गः भवति. छन्दोभङ्गः भवति. दमयन्त्यभिभाषे त्वाम् आं तदेव अतः तदेव तथा एव पठितवती. आमां दमयन्ति पुनः किं न प्रतिभाषसे इति पुनः पुनः वदति. अनन्तरं कोऽपि अहमेव खलु. शशि महोदय. ओ शशि महोदय, किं श तु अनन्तरम् आगच्छति, सु तस्मात् आङ्ग्लभाषातः आङ्ग्लभाषाक्रमेण गच्छन्तः स्म. मम पर्याय कुलशीलोपसम्पन्न चारु सर्वाङ्गशोभना नाद्य त्वां प्रतिपश्यामि गिरिवासिन्नरोत्तमा गिरावस्मिन्नरोत्तमा वने चास्मिन् महाघोरे सिंहव्याघ्रनिषेविते शयानमुपविष्टं वा स्थितं वा निषधाधिप प्रस्थितं वा नरश्रेष्ठ मम शोकविवर्धना पम्नु पृच्छामि दुःखार्ता त्वदर्थे शोककर्षिता कश्चिद्दृष्टस्त्वयारण्ये कच्चित् कच्चित् कच्चित् दृष्टस्त्वयारण्ये सङ्गत्येह नरो नृपः को नु मेवाथ प्रष्टव्यो वनस्मिन् प्रस्थितं नलम् अभिरूपं महात्मानं परव्यूहविनाशनम् यमन्वेषसि राजानं नलं पद्मनिभीक्षणम् करियत्र कुलशीलोपसम्पन्नम् उत्तमे कुले सम्पन्नः जातः त्वं नलं प्रति उद्दिश्य वदति चारु सर्वाङ्ग शोभनं तत्र सर्वेषु अङ्गेषु तस्य मनोहरता अस्ति तथा चारु सर्वाङ्ग नाद्य अद्य त्वां न पश्यामि गिरौ अस्मिन् गिरौ न पश्यामि त्वाम् अद्य नरोत्तम वने च अस्मिन् महाघोरे वने च अस्मिन् महाघोरे वने सिंहव्याघ्रनिषेविते सिंहव्याघ्र ये सर्वे यस्मिन् वने सन्ति अस्मिन् वने शयानम् उपविष्टं वा भवान् शयानः वा उपविष्टं वा भवतः तत्र भवान् अस्मिन् महाघोरे वने शयानं वा उपविष्टं वा स्थितं वा इति भिन्नभिन्न रीत्या अहं पश्यामि, परन्तु इदानीं कुत्र गच्छसि, कुत्र अस्ति कुत्र इति गच्छति अर्थः. न जाने, अहं न जाने भवान् कुत्र आसीत्, प्रस्थितं वा नरश्रेष्ठ. पुनः तदेव, भवान् कुत्र अस्ति इति अहं न जानामि. सरलः अस्ति चेत् तथा केवलम् अन्वयरूपेण पदानि पठित्वा अग्रे गच्छतु, तत् पर्याप्तम्. अस्तु अस्तु, तं पृच्छामि भवान् कुत्र अस्ति इति. तदर्थे अहं तदेव अस्ति, कच्चित् दृष्टस्त्वया तद् अग्रिमश्लोकः. अग्रिम श्लोकः, तदर्थे अहं सुखार्ता शोककर्षिता अस्मि इति. भवान् कुत्र अस्ति इति चिन्तयति अहं शोककर्षिता अस्मि. कश्चित् अत्र कचित् इति प्रयोगं जानन्ति खलु, कचित् दृष्टः इति प्रश्नः भवति इति केनापि इत्युक्ते दृष्टः किम् इति अर्थे, कचित् दृष्टः इति, कचित् दृष्टः इति. केनापि त्वं दृष्टः इति कोन. अरण्ये त्वया इह सङ्गत्या नलः नृपः कचित् दृष्टः इति. कम् अहं पृच्छामि, कः प्रष्टव्यः भवतः विषये अस्मिन् वने इति, नलः कुत्र अस्ति इति कं पृच्छामि इति वदति. अभिरूपं महात्मानं, पुनः अहं न जानामि अत्र किमस्ति. पग् परव्यूह पग्व्यूह परव्य किम् इति परव्यूह विनाशनम् अभिरूपम् परव्यूह परव्यूह विनाशनं नलस्य नलस्य वर्णनमस्ति. शत्रुभिः कृतं व्यूहस्य विनाशनं करोति, तदर्थं सः समर्थः इति. परव्यूहविनाशनं महात्मानम् अभिरूपं राजानं नलं पद्मनिभेक्षणं नलं यम् अन्वेषसि अयं सः इति. अत्र अग्रे अपि भवतु, अग्रिमश्लोकमपि पठतु. अहमेव पठामि. अयम् अयं स इति कस्याद्य श्रोष्यामि मधुरां गिरम् मधुरां गिरम् अरण्यराडयम् अरण्यराड्यम् राडयम् अरण्यराडयम् श्रीमान् चतुर्दंष्ट्रो महाहनुः. अहम् अरण्यराज्य सिंहं पृच्छामि इति दमयन्ती वदति. अरण्यराट् सिंहः इति वयं स्वीकुर्मः साधारणतया. मृगराजः इत्युक्ते सिंहः एव खलु, व्याघ्रः न भवति इति मन्ये. अत्र चतुर्दंष्ट्रः अस्ति इति, महाहनुः चतुर्दंष्ट्रः श्रीमान् अरण्यराट् अयम् अयं तु अरण्यराड् अस्ति, कथं पृच्छामि तमहम् इति खलु. न न एतावत्पर्यन्तं पूर्वं कृतं खलु, कचित् दृष्टः कचित् दृष्टः इति तान् सर्वान् प्रश्नान् पृच्छति सिंहं प्रति. तत्र यम् अन्वेषसि पद्मनिभीक्षणं तादृशं राजानं यम् अन्वेषसि न अहं मां तथा वदतु, यं भवती अन्वेषसि त्वम् अन्वेषसि तत्र सः अयं सः इति नलः अत्र अहं दृष्टवान् इति वदतु इति भावः भवति अत्र तावदेव. सिंह वदेत् इति मधुरां गिरं संवर्धनां वाचम् इति सा वदेत् इति. आम् सिंहस्य उत्तरं भवतु इति तादृशं सः अयं सः इति सिंहः वदति चेत् अहं मधुरां गिरं श्रोष्यामि तादृशं मधुरां गिरम् इति. न्यूनातिन्यूनं सिंहेन वा नलः दृष्टः इति चेत् तदपि हर्षदायकमेव इति. अग्रे चार्दूलोऽभिभुको भेति व्रजाम्येन शङ्किता भवान् मृगाणाम् अधिपः भवान् मृगाणाम् त्वमस्मिन् अधिपः गाननी प्रभुः भवान् मृगाणाम् अधिपः त्वमस्मिन् कानने प्रभुः विदर्भराजतनयां तमयन्तीति विद्धि मां निषदाधिपतेर्भार्या नलस्यामित्रघातिनः पतिमन्वे पतिं मेकां कृपणां शोककर्षिताम् आश्वासय मृगेन्द्रेह यदि दृष्टस्त्वया नलः अथवा त्वां वनपते नलं यदि न शंससि मां खादय मृगश्रेष्ठ दुःखादस्माद्विमोचय अस्माद्विमोचय. तावदेव खलु, इतोपि पठनीयं वा? श्रुत्वारण्ये विलपितं न मामाश्वासयत्ययं यामि मां स्वादु सलिलानाम् अपगां सागरं गमाम् आपगां सागरं गमाम् सालिलाम् आपगां सागरं गमाम्. अस्तु, अत्र तथैव अरण्यगड् तत्तु अभवत्. भवान् मृगाणाम् अधिपः तस्मात् पूर्वं खलु, शार्दूलोभिमुखाभ्ये मुखाभ्यः इति व्रजामि अहं येनम् अशङ्किता. अहं तु अशङ्किता, अशङ्किता, भीतिः नास्ति इति व्रजामि येनम् अशङ्किता भवेत्. आम्, भवान् मृगाणाम् अधिपः त्वम् अस्मिन् कानने प्रभु, एतत्तु सुलभमेव. विदर्भराजतनयाम् अहं तु दमयन्ती अस्मि इति, निषदाधिपतेः भार्या अस्मि, नलस्य मित्रघातिनः इति. स्वपरिचयं ददाति मां विद्धि आम् इति. आम् पतिमन्वेष पतिम् एकां पतिमन्वेष पतिं एकां वा किम् अन्वेषतीं एकां अन्वेषतीम् कृपणां शोककर्षिताम् अस्ति अन्वेषति वदतु. ओके, पतिम् अन्वेषतीम् एकाम्, अस्तु अस्तु, कृपणां शोककर्षिताम्, तस्याः परिस्थिति का इति अत्र. आश्वासय मृगेन्द्र इह यदि दृष्टः त्वया नलः. सरलः एव खलु. आमाम्, अथवा त्वं मनपते नलं यदि न शंससि मां खादय मृगश्रेष्ठ दुःखात् अस्मात् विमोचय. सो मम दुःखात् विमोचय, मां खादतु इति. श्रुत्वा अरण्ये विलपितं न मामाश्वसयत्ययं माम् आश्वासय इति अयं याम् इमां स्वादु सलीलाम् आपगां सागरं गमाम्. किं नो चेत् मां अत्र सागरं प्रेषयतु. इतोपि एकवारं पठतु तं श्लोकं. श्रुत्वारण्ये श्रुत्वा विलपितं अरण्ये विलपितं न मामाश्वासयत्ययं यामि मां स्व न माम् आश्वासय खलु इति अयं खलु यां आश्वासयति अयम्. ओ आश्वासयति अयं, सत्यं. याम् इमां स्वादु सलिलानाम् आपगां सागरं सागरं गमाम्। तत्र अर्थः कः भवति? सागरङ्गमां नदीम् आपगा नदी, स्वादिसलिलयुक्तां नदीं सागरं गमाम् इमाम् एवं विलपितं माम् आश्वासयति अयम्। अयम् इत्युक्ते सिंहः इति वा? इतोपि अग्रिमश्लोकः अग्रिमम् पठितः आम् प्रायः पठितः भवेत्। खलु, अयं मां तत्र मां तत् भवेत्। प्रायः अनुवर्तनं भवेत् इति मन्ये। नदीं इमं प्रति गच्छति, मम वचनम् अश्रुत्वा अयं सिंहः नदीं प्रति गच्छति इत्येव खलु अर्थः। याति एतां स्वादुपलिलाम् अपगां दमयन्त्याः सागरं गमाम्। उक्तिः पूर्व दमयन्त्याः उक्तिः इदानीं समाप्ता किं? तत्र मां एव मारय सन्देहः। इत्युक्तवती दमयन्ती। सिंहः तद् अश्रुत्वा सा किं सा नदीं प्रति अतः गतवान्। तदनन्तरं तत्र किञ्चित् उपवेष्टुं सा इच्छति वा इति न जानामि। तत्र वनस्य एव इदानीम् अग्रे वर्णनं भवति खलु, आम् पश्यामः अग्रिम पञ्चश्लोकान् पठतु। मया वा अस्तु आं भगिनि। 35 अस्तु। इमं शिलोच्चयं पुण्यं शृङ्गैर्बहुभिरुच्छ्रितैः विराजद्भिरिवानेकैर्नेकवर्णैर्मनोग्मै मनोरमैः नानाधातुसमाकीर्णं विविधोपलभूषितम् अस्यारण्यस्य महतः केतुभूतमिवोत्थितं ओ, सिंहशार। इदानीं मया अवगतम्। हा इतोपि दमयन्ती एव अग्रे वदन्ति। वदति, अत्र हा सिंहं प्रति वा व्याघ्रं प्रति वा तत् सर्वम् उक्त्वा सा इलम् पुनः तदा एव वदति एवं अरण्ये विलपितं मां श्रुत्वा न अयम् अयं न माम् आश्वासयति, मां न आश्वासयति सिंहः व्याघ्रः वा। अतः इमां स्वादु सलिलापगां सागरं गमां इमं तत्र शिलोच्य एव सन्देहः। यामि मां वा यामि यामि इत्युक्ते यामि मां यामि प्रायः दीर्घा भवान् यामि सत्यं सत्यं यामि यामि इमां स्वादु सलिलाम् आपगां सागरं गमां स्वादु सलिलाम् आपगां इमां यामि अहं गच्छामि इति। यामिना याम इमाम इति यामि इत्येव। इति तत्र दीर्घः भवेत्, यामि माम् इति। किमर्थं यामी तो इदानीं अहं यामी खलु? परन्तु अहं यामी यामि माम् इमां यामि इति भवति चेत् यामि मां दीर्घः आवश्यकः इति भगिनि तदा एव महोदय। अर्थः अग्रे तत्र सम्यक् अन्वयति। इदानीं न इदानीं एतावत् सिंहं पर्यन्तं पृष्टवती। सिंहेन सह सर्वम् उक्त्वा न आश्वासयति मां अयं सिंहः, अतः अहं इतरस्थलेषु गच्छामि इति सागरं गमां स्वादु सलीलाम् आपगां यामि इति। यामि। तत्र याति इत्येव खलु सिंहः याति। इदानीं पर्वतं पृच्छति, सिंहः उत्तरं न दत्तवान्। तदर्थं यामि इदानीं मां स्वादु सलिलाम् इति वदामः, पठामः महोदय तत्र। पाठान्तरे अस्ति याति एतां यात्येतां हृष्टसलिलाम् आपगाम् अपगाम् मापगां सागरङ्गमां याति एतां यात्येताम् इति अस्ति संस्कृते। यामि इमां वा एतां वा किमपि तदेव याति याति इत्युक्ते सः याति खलु, अहं तु यामि। यामि उत्तमपुरुषे अहं। तर्हि सिंहः याति चेत् यात्येताम् इति सुष्ठु इति भाति। एनिवे सिंहः गच्छति इत्येव प्रायः, इत्युक्ते सा तु सागरं नदीं गच्छति इति अत्र प्रसङ्गः नास्ति प्रायः खलु। नदीं प्रति यामि इति सा एव तत्र गच्छति प्रायः। सा गच्छति अस्तु। अत्र तत्र पश्य श्रुत्वा अरण्ये विलपितं न माम् आश्वासयति। अयम् एषः सिंहः किं करोति? तदनन्तरम् आश्वासनं न दत्त्वा याति। याति याति एव कां प्रति याति? नदीं प्रति याति। कीदृशीं नदीं प्रति? ओ सिंहः दो याति वा सिंहः अश्रुत्वा अस्य अत्र विलापम् आश्वासनं न दत्त्वा सिंहः कथम् आश्वसति, तत्र कविसमयः एषः सर्वे, सा तस्याः दमयन्त्याः दुःखोक्सिः एवं भवति इति दर्शयितुम् एतत् सर्वं, तथा रामपुरुषः एव खलु रामायणे रामः अपि सः महापुरुषः पुरुषोत्तमः रामः, तथापि सीता अपहरणा अनन्तरं नदीं पृच्छति, वृक्षं पृच्छति, वृक्षं पृच्छति गिरिं सर्वान् पृच्छति अपि सर्वत्र, अपि च तथा महोदय, एव तत्र विक्रमो विषये अपि पुरुरवः तथैव करोति किल, यदा सा किं सस्यरूपेण सा भविष्यति भवति उर्वशी, तदा सः सर्वत्र सत्यं विक्रमोर्वशीय तथा एवमेव एव, तत्र विक्रमोर्वशीय इत्युक्ते प्रायः केवलं साधारणमानवाः, अवतारपुरुषः भूत्वा अपि रामः अपि तथा एव रोदिति इति महोदय, परन्तु रामः न जानाति खलु स अवतारपुरुष इति, तेन कारणेन अरण्ये युद्धस्य अनन्तरं यदा सर्वे देवाः अवतरन्ति, सर्वप्रचिते अहं कोऽहम्, ऐ डोण्ट् नो हु ऐ एम्, यू टेल् मी, आत्मानं मानुषं मन्ये रामं मानुषमन्ये, दुष्टतस्य आम् तदपि अस्ति आत्मानं मानुषमन्ये इति एव, तत्र चम्पूरामायणे भोजराजस्य एकः श्लोकः अस्ति बहु सम्यक् अस्ति, तत्र रामः सर्वे सद्गुणाः तत्र तस्मिन् सन्ति, यथा सर्वाः नद्यः सागरं प्रति गच्छन्ति तथा सद्गुणाः सर्वे रामं प्रति आगच्छन्ति इति तावान् कीर्तिमान् सः, परन्तु तथा अपि तथा आसीत् चेदपि यदा अत्र स्वर्णमृगः मायामृगः आगतः हरिणः, तत् दैवसृष्टौ एतादृशमृगः नास्ति इति किमर्थं रामस्य बुद्धिः तथा न चिन्तयति, अतः विनाशकाले विपरीतबुद्धिः इति एकः श्लोकः श्लोकः वर्तते भोजरामायणे चम्पूरामायणे भवतु इमं शिलोच्चयं पुण्यं शृङ्गैर्बहिरुच्यतैः विराजद्भि विराज विराजद्भिरिवानै रिवानैः कैर्नकवर्णे न एकवर्णे मनोरमैः, ओ अनेकवर्णैः मनोरमैः, नैक तदपि अनेक एव खलु, पुनः एकवारं पठतु. इमं शिलोच्चयं पुण्यं शृङ्गैर्बहुभिरुच्छ्रितैः विराज इति भाति, विराजद्भिरिव अनेकैः पुनः नैकवर्णैः मनोरमैः, अनेकवर्णैः न एकवर्णैः मनोरमैः नैकवर्णैः तदपि न एव न अस्ति अत्र, अनेकैः न एकवर्णैः अथवा एवं भवति अनेक नैक समानार्थपदानि, अनेक इत्युक्ते अपि तथा एव खलु, ये इति स्वरः इति कारणात् अन एक इति भवति, अनैक इत्युक्ते न केवलम् एकः अनेके इति, नैक इत्यत्रापि न एक नैक इति भवति समानार्थपदद्वयं तत्र, अतः अनेकैः नैकवर्णैः मनोरमैः, अतः अनेकवर्णैः मनोरमैः इति भवति अग्रिममपि मया पठितं किं, नानाधातुसमाकीर्णं विद्योपलभूषितं यारण्यस्य माथ केतुभूतमिवोत्थितं, केतु अत्र महतः अरण्यस्य केतुः इत्युक्ते ध्वजः इव ध्वजवत् उत्थितम् अस्ति इति, अत्र पर्वतस्य वर्णनं शिलोच्चयं शृङ्गैः बहुभिः उच्चितैः शृङ्गैः अत्र पर्वतः अस्ति, अनेकैः इत्युक्ते मेनी इति अर्थः भवति, अनेकवर्णैः इत्यपि अर्थः इति, अतः द्वयमपि भवति एव तत्र मनोरमैः अनेकैः नैकवर्णैः एक नैकवर्णैः मनोरमैः विराजद्भिः इव शृङ्गः तथा अस्ति इति क्षमता महोदय, उच्छ्रितैः, उच्छ्रितम् इत्युक्ते किम्? अत्यन्तम् उन्नतम् इति भवति उच्छ्रितैः तुङ्गम् अथवा अस्तु तत्र शृङ्गैः शृङ्ग उच्चैः सन्ति चेदपि सम्यक् दृश्यन्ते इति कारणात् उच्छ्रितैः. इदानीं ध्वजः अति उन्नतस्थले खलु ध्वजस्य चलनं भवति, तद् आम् उच्छ्रित तथा भवति चेत् उच्छ्रितः इति अर्थः. अतः तादृशशृङ्गाणि नानाधातुसमीकरणं विविधोपलभूषितं महतः केतुभूतमेव उत्थितम्. अत्र पर्वते अनेकधातवः सन्ति, भिन्नभिन्नखनिजाः लोहाः सन्ति खलु, ते एव धातवः. अनन्तरम् उपलभूमिभूषितं भिन्नभिन्नशिला शिलाविशेषाः भवन्ति, अतः एव उपलभूषितं विविधोपलभूषितम्. अस्य अरण्यस्य महतः केतुभूतम् इव उत्थितं, ध्वजः इव दृश्यते इव तादृश उच्छ्रितैः शृङ्गैः पूरितः पर्वतः इति. उच्छ्रितम् तत्र इत्युक्ते सुन्दरकाण्डे न तु उत्तुङ्गं, किन्तु तत्र यस्य इत्युक्ते यत् फर्ड् इत्यस्मिन् अर्थे वा रेज्ड् इत्युक्ते रेज्ड् इति अदत्तं कोशे रेज्ड् उन्नतमिति अस्तु अस्तु. तर्हि केतुः उच्छ्रितः भवति, तथा शृङ्गः अपि, तथा पर्वतः अपि उच्छ्रितः अस्ति. न, शृङ्गाः उच्छ्रिताः सन्ति इति. अस्तु, तत्तु अवगतम्, ध्वजः इव भासते इति उत्थितं भवति. धन्यवादः. सुन्दरकाण्डे सुभाष मध्ये अपि हनुमान् तथैव तत्र विवृणोति खलु, तथा तत्रापि एतादृश नानाधातुः अस्ति तत्र पर्वते. सुन्दरकाण्डे बहु सुन्दरवर्णनं तत्, सुन्दरं. अन्य कोऽपि पठति किम्? सिंहशार्दूलमातङ्गवराहर्षमृगायुतं पतितत्रिम्बिर्बहुविधैः समन्तादनुनादितं किंशुकाशोकबकुलबकुल पुन्नागैरुपशोभितम्. कर्णकारधवलप्लक्षैः कर्णिकारधवप्लक्षैः सुपुष्पैरुपशोभितं सविहङ्गाभिः शिखरैश्च समाकुलं गिरिराजमिमं तावत् पृच्छामि नृपतिं प्रति भगवन्नचलश्रेष्ठ दिव्यदर्शनविश्रुत शरण्य बहुकल्याण नमस्तेस्तु महधीर महीधर महीधर प्रणमे त्वाभिगम्याहं राजपुत्रीं बोध निबोध मां राज्ञः स्नुषा राजभार्या दमयन्तीति विश्रुतां राजा विदर्भाधिपतिः पतिः पिता मम महारथः भीमो नाम क्षितिपतिः चातुर्वर्ण्यस्य रक्षिता राजसूयाश्वमेधानां ऋतूनां क्रतूनां क्रतूनां दक्षिणावताम् आहर्ता पार्थिवश्रेष्ठः चार्वञ्चिते क्षणः क्षणः चार्वन्ति चे ऋतुचार्वञ्चिते क्षणः. ऋतु चार्वन्ति चे चे ते क्षणः तावत् वा एकम् इतोपि एक ब्रह्मण्यस्साधुवृत्तश्च पञ्चश्लोकाः पठितः सत्यवागनसूयकः चेत् पर्याप्तं खलु? पञ्चश्लोकाः पठितः वा? किं शुकाशुक ततः आरभ्य खलु? न सिंह सिंहश सिंहशार्दूल मातङ्ग वराह रक्ष मृगयुतं पतत्रिं रुक्ष रुक्ष पतत्रिम्भिः बहुविधैः समन्तात् अनुनादितं तत्र मृगाः अर्थः सरलः अस्ति खलु? आम् अग्रे पठतु। किं शुक अशोक बकुल बकुल बकुल पुन्नाग इति पुन्नागैः ते सर्वे वृक्षविशेषाः। वृक्ष अग्रे उपशोभितम् कर्णिकारधवलप्लक्षैः धवप्लक्षैः दवप्लक्षैः सुपुष्पैः उपशोभितम्। उपशोभितं शरद्भिः सरिद्भिः सरिद्भिः सवि स विहङ्गाभिः सविहङ्गाभिः शिखरैः च समाकुलं गिरिराज इमं गिरिराजम् इमं तावत् पृच्छामि गिरिराजम् इमं तावत् पृच्छामि नृपतिं प्रति प्रति। सो नलस्य विषयं प्रति एतत् पर्वतं पृच्छामि इति उक्त्वा पर्वतस्य वर्णनं एतावत्पर्यन्तम् उक्तम्। अत्र वृक्षविशेषाणां, पुष्पविशेषाणाम्, अनन्तरं सरिद्भिः, नदीभिः, सविहङ्गाभिः, शिखरैः च समाकुलं पूरितं गिरिराजम् एवं पृच्छामि नलस्य विषये इति। अनन्तरं तथा पृच्छति। अग्रे भगवन् भगवान् अचलश्रेष्ठः हे अचलश्रेष्ठ दिव्यदर्शन विश्रुत शरण्य बहुकल्याण नमस्ते अस्तु महीधर एतत् सर्वं पर्वतस्य विषये। पर्वतस्य किमर्थं विश्रुत तत्र शरण्य इति उक्तम्? शरण्य अनेके हे तत्र शरण्य शरणं प्राप्नुवन्ति, अनेके तत्र जन्तवः सर्वैः रक्षणं ददाति इति शरण्यः। अस्तु, अनन्तरं प्रणमे त्वा त्वा अभिगम्य अहं राजपुत्रीं निबोध माम् त्वा इमम् अभिगम्य इत्युक्ते मां राजपुत्रीम् इति स्वयं तस्याः स्वस्याः विषये एव वदति, मां मां राजपुत्रीं निबोध निबोध इति। निबोध त्वा इति त्वां, राज्ञः त्वा इति त्वां, त्वां न त्वा किं वा तत्र? न न, त्वा इति त्वां, त्वां सूचयति, त्वां त्वा इति अभिगम्य भवति खलु, रूपद्वयं भवति, त्वां त्वा इति रूपद्वयं द्वितीया विभक्तो अतः त्वाभिगम्य। राज्ञः स्नुषा राजभार्या दमयन्ती इति विश्रुताम् स्नुषाम् इति तत्र स्नुषाम् इति विश्रुतामेव भवति स्नुषा अहं स्नुषां मां निबोध राजभार्यामिति विशेषणं राजपुत्री मां स्नुषाम राजभार्यां दमयन्ती इति विश्रुताम्। मम नाम विश्रुत इत्युक्ते मम नाम इति नाम अर्थे नाम विश्रुताम् इति। राजा विदर्भाधिपतेः पतिः मम पिता महारथः इति स्वपरिचयं ददाति। महारथः भीमः नाम क्षितिपति पतिः च अथु न अथुर् न न, पतिः चातुर्वर्ण्य च चातुर्वर्ण्य, चातुर्वर्ण्यस्य रक्षित तदपि जानन्ति खलु इदानीं चातुर्वर्णस्य रक्षितम्। राजसूय अश्वमेधानां रथूनां रथूनां दक्षिणा दक्षिणावताम् आहर्ता पार्थिवश्रेष्ठः पृथु च न च न, चारु अञ्चिते क्षणः इति यण् सन्धिः, तत् एतादृशसन्धिं न दृष्टवती अहं। चार्वाञ्चिते क्षणः इत्युक्ते चारु अञ्चिते क्षणः इति, बहु मनोहररे तया भवति तस्य नेत्रद्वयम् नेत्रम् इति। ततः पृथु अपि इति विशालेक्षः, विशाल विशालाक्षः इति स्वरः तु मनोहरः अति मनोहरमपि अस्ति नेत्रद्वयम् इति. कस्य विषयः? सारचितक्षणः इत्युक्ते पार्थिवश्रेष्ठः नलः आहर्ता इति अस्ति, अतः भीमस्य विषये एव एतत्. तत्र प्रणमे इति आत्मनेपदम् आर्षम् इति चिन्तयामि. नवधातुः परस्मैपदी एव प्रणमादि प्रणमे इति आत्मनेपदित्वम् अस्ति अत्र. आर्षप्रयोगम् इति चिन्तयामि. महोदय, विश्रुत इत्युक्ते तथा आख्या इति अर्थः वा? तथा श्रुत इति प्रसिद्धा इत्यपि अर्थः, प्रसिद्धा इति. लक्ष्मीनारायण मम वा अस्तु. इतोपि सर्वे पठिताः किं लक्ष्मीनारायण भवता? महोदय अस्तु. ब्रह्मण् यः साधुवृत्तश्च सत्यवागनसूयकः शिलवान् वीर्यसम्पन्नः पृतुश्रीर्धर्मविक्षुचिः सम्यक् गोप्ता विदर्भाणां निर्जितारीगणः प्रभुः तस्य मां विद्धि तनयां भगवन्स्त्वाम् उपस्थिताम् निषधेषु महाराज श्वशुरो मे नरोत्तमः गृहीतनामाविख्यातो वीरसेन इति स्मः तस्य राज्ञस्थितो वीरश्रीमान् सत्यपराक्रमः क्रमप्राप्तं पितुः स्वन्द्यो राज्यं समनुशास्तिः नलो नामारिहा श्यामः पुण्यश्लोक इति श्रुतः ब्रह्मण्यो वेदविद्वाग्मी पुण्यकृत्सोमपोऽग्निमान् पुण्यकृत् सोमपोऽग्निमान्. सोमपः अग्निमान्. हा इतोपि पठनीयं वा? यष्टा दाता च योद्धा च सम्यग् पर्याप्यते वा? पञ्चश्लोकाः सन्ति चेत् वदतु. अस्तु. ब्रह्मण्यः ब्रह्मणे साधु वा? ब्राह्मणेभ्यः साधु ब्रह्मण्यः प्रायः. ब्रह्मण्यः साधुवृत्तः च सत्यवाक् अनसूयकः एवं सर्वं तस्य गुणाः शीलवान् वीर्यसम्पन्नः पृथुश्रीः धर्मवित् शुचिः इति भीमस्य सर्वं सम्यक् गोप्ता पालयिता विदर्भाणां विदर्भाणां सम्यक् गोप्ता गोप्ता निर्जितार् निर्जितारिगणः निर्जितशत्रुगणेन निर्जितः अस्ति प्रभुः तस्य मां तनयां विद्धि तस्य मां पुत्रीं विद्धि भगवन् त्वाम् उपस्थितां मां तस्य तनयाम् इति विद्धि निषेधेषु महाराजः निषेधेषु निषदप्रदेशः तेषु निषधेषु महाराजः मम श्वशुरः नरोत्तमः एतत्र विद्धितनयां भगवन् तावत् पर्यन्तं विदर्भराजस्य भीमस्य विषयः उक्तः, अग्रे श्वशुरस्य विषयः. श्वशुरस्य वीरसेनस्य गृहीतनामा विख्यातः वीरसेनः इति स्मः, नाम तस्य नाम वीरसेनः इति. तस्य राज्ञः सुतः वीरः श्रीमान् सत्यपराक्रमः क्रमप्राप्तं पितुः क्रमप्राप्तं किं राज्यं यः राज्यं समनुशास्तिः सः एव सम्यक् अनुशास्ति. तत्र स्वम् इत्युक्ते ऐश्वर्यम् इति भवति. ओहोहो, पितुः स्वं राज्यम् अनुशास्ति इति भवितुम् अनुशास्ति. हा नलः नामा इह श्यामः अरिहा इति पदम् नलः नाम अरिह शत्रुः शत्रुजित् नलः नाम अरिहा श्यामः. अरिहा इत्युक्ते किम्? अरिहा किं? शत्रुघ्नः इति भवति चेत् यः संहरति सः सत्यं. पूर्वमपि शत्रुः वृत्रः श्यामः पुण्यश्लोकः इति श्रुतः तस्य प्रसिद्धः नाम पुण्यश्लोकः. ब्रह्मण्यः पुण्यश्लोकः इति तस्य विशेषणमेव, पुण्य हा पुण्यश्लोकः आमाम् पुण्यरीत्या कीर्तिवान् इति कीर्तिमान् आमाम् इति आमाम् ब्रह्मण्यः वेदवित् वाग्मी नाम सम्यक् वदति पुण्यकृत् सोमपः सोमं यज्ञ पीतवान् क्रतु सोमयागं कृत्वा पीतवान् क्रतुं कृतवान् इति अग्निमान् इति अत्र अग्निमान् अग्निमान् इत्युक्ते तत्र प्रायः त्रेताग्नि सदा सर्वदा त्रेताग्निमापि सर्वदा यज्ञं कुर्वन्तः सन्ति चेत् अग्निमन्तः इति वदन्ति तत्र नित्याग्नि यज्ञस्य नित्याग्निहोत्री इति पुनः पुनः यज्ञादिकं भवति नित्याग्निहोत्री चेत् सर्वदा अग्निज्वालनं भवति अग्निकार्यं भवति खलु सः अग्निमान् भवति. चत्वारः एव अग्रे श्लोकाः पठितः भवता. अत्र विरमामः वा? समयः अतीतः इति मन्ये. विरमामः इति मन्ये. अत्र चत्वारिंशत् नरस्य विषयः यदा इतोपि तस्य किञ्चित् रूपपरिवर्तनं तत्सर्वं भवति तत्र तत् पठित्वा किञ्चित् अलङ्कारविषये पुनः पठामः वा अथवा नलचरितमेव पूर्णतया समाप्य अनन्तरं पठामः वा? किञ्चित् पुण्यं प्राप्नुमः पूर्णतया पठामः महोदय. पुण्यं पुण्यं प्राप्तिः अपि भवति खलु. कलि कलि कलिनाशनं यथा भवति तावत् अग्रिमवर्गात् यावत्पर्यन्तं वयं महाभारतात् एवं भिन्नभिन्न उपाख्यानानि पठामः चेत् तत्र प्रारम्भे नारायणं नमस्कृत्य नरं चैव नरोत्तमं देवीं सरस्वतीं व्यासं ततो जयम् उदीरयेत् इति प्रथमश्लोकः भवति खलु. तदुक्त्वा पठिष्यामः तत्र. एवम् अस्तु इदानीं शान्तिमन्त्रं सर्वे सर्वे भवन्तु भवन्तु सुखिनः सुखिनः सर्वे सन्तु सर्वे निरामयाः निरामयाः सर्वे सर्वे भद्राणि भद्राणि पश्यन्तु पश्यन्तु मा मा कश्चित् कश्चित् दुःखभाग् दुःखभाग् भवेत्. भवेत् ॐ ॐ शान्तः शान्ति शान्तः शान्ति शान्तः शान्तिः.